प्रश्नोपनिषत् मन्त्रोक्तस्य अर्थस्य विस्तरानुवादी इदं ब्राह्मणम् अर्प्यते। ऋषी प्रश्नप्रतिवचनाख्यायिका तु विद्यास्तुतै। एवं संवत्सरब्रह्मचर्यसंवासादि तपोयुक्तैः ग्राह्य पिप्पलादवतो सर्वज्ञकल्पैः आचार्यैः वक्तव्य च न येन केनचिदिति विज्ञास्तवति। ब्रह्मचर्यादिसाधनसूचनाश्च तत्कर्तव्यता स्यात्। सुकेशाय भारद्वाजश्चैव्यश्च सत्यकामः संज्ञायिणी च गार्ग्यः कौसल्यश्च अश्वलायनो भार्गवं वैदर्भिः कबन्दी कात्यायनः ते हयेते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः येष वै तत्सर्वं वक्ष्यतीति ते हसमित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः। सुकेशा च नामतः भरद्वाजस्य अपत्यं भारद्वाज, शैव्यश्च शिवेः अपत्यं शैव्य, सत्यकामो नामतः सौर्यायिणी सूर्यस्य अपत्यं सौर्य, तस्य अपत्यं सौर्यायिणी, छान्दसं सौर्यायिणीति। गार्ग्यः गर्गगोत्रोत्पन्नः। कौसल्यश्च नामतः अश्वलस्य अपत्यम् अश्वलायिनः। भार्गवः भृगोः गोत्रापत्यं भार्गवः। वैदर्भिः विदर्भेषु भवः। कबन्दी नामतः कत्यस्य अपत्यं कात्यायनः। विद्यमानः प्रपितामहो यस्य सः युवप्रत्ययः। ते हि एते ब्रह्मपराः अपरं ब्रह्मपरत्वेन गताः। तदनुष्ठाननिष्ठाश्च ब्रह्मनिष्ठः। परं ब्रह्म अन्वेषमाणः किं तद् यन्नित्यं विज्ञेयमिति तत्प्राप्त्यर्थं यथा कामं यतिष्यामः इत्येवं तदन्वेषणं कुर्वन्तः। तदधिगमाय एषः वै तत्सर्वं वक्ष्यति इति आचार्यमुपजग्मुः। कथं तेह समित्पाणयः समिद्वारगृहीतहस्ताः सन्तः भगवन्तं पूजावन्तं पिप्पलादम् आचार्यम् उपसन्नः उपजग्मुः। तान् हरुषिर्वाच भूयेव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्सितं यथा कां प्रश्नान् पृच्छता इति विज्ञास्यामः सर्वम् अवोवक्ष्यामि इति। तान् एवम् उपगतान् सः हा किल ऋषिः उवाच भूयः पुनरेव, यद्यपि यूयं पूर्वं तपस्विना एव, तथापि इह तपस इन्द्रियसंयमेन विशेषतः ब्रह्मचर्येण श्रद्धया च आस्तिक्यबुद्ध्या आदरवन्तः संवत्सरं कालं संवत्स्यत सम्यक् गुरुशुश्रूषापराः सन्तः वत्स्यत। ततः यथा कामं यो यस्य कामः तम् अनतिक्रम्य यद्विषये यस्य जिज्ञासा तद्विषयान् प्रश्नान् पृच्छत। यदि तद्युष्मत्पृष्टं विज्ञास्यामः अनुद्धतत्वप्रदर्शनार्थो यदि शब्दः न अज्ञानसंशयार्थः प्रश्ननिर्णयात् अवसीयते सर्वं हवो वः पृष्टार्थं वक्ष्याम इति। अथ कबन्दी कात्यायनोपेत्यपृच्छ भगवान् कुतो हवा इमाः प्रजाः प्रजायन्त इति। अथ संवत्सरादूर्ध्वं कबन्दी कात्यायनः उपेत्य उपगम्य पपृच्छ पृष्टवान् हे भगवन् कुतः कस्मात् हवै इमाः ब्राह्मणाद्याः प्रजाः प्रजायन्ते उत्पद्यन्ते। अपरविद्याकर्मणोः समुच्चितयोः यत्कार्यं या गतिः तद्वक्तव्यमिति तदर्थ अयं प्रश्नः। तस्मै स उवाच प्रजाकामो वै प्रजापतिः स तपोतप्यता स तपस्तप्त्वा समितरम् उत्पादयते रयिं च प्राणं चैति एतं मे बहुधा प्रजा करिष्यत इति। तस्मै एवं पृष्टवते सः उवाच तदपाकरणाय अहं प्रजाकामः प्रजाः आत्मनः शिशुक्षुः वै प्रजापतिः सर्वात्मा सन् जगत्स्रक्ष्यामि इत्येवं विज्ञानवान् यथोक्तकारी तद्भावभावितः कल्पादौ निर्वृत्तः हिरण्यगर्भः सृज्यमानानां प्रजानां स्थावरजङ्गमानां पतिः सन् जन्मान्तर्भावितं ज्ञानं श्रुतिप्रकाशितार्थविषयं तपः अन्मालोचयतु अतप्यते। अथ तु सः इयं तपः तप्त्वा श्रौतं ज्ञानम् अन्वालोच्य सृष्टिसाधनभूतं मिथुनम् उत्पादयते। मिथुनं द्वन्द्वम् उत्पादितवान् रयिं च सोमम् अन्नं प्राणञ्च अग्निम् अत्तारम् इति। एतौ अग्निशोमौ अत्रन्नभूतौ मे मम बहुधा अनेकधा प्रजाः करिष्यतः इति एवं सञ्चिन्त्य अण्डोत्पत्तिक्रमेण सूर्याचन्द्रमसौ अकल्पयत्। आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्तं च अमूर्तं च तस्मान्मूर्तिरेव रयिः। तत्र आदित्यः ह वै प्राणः अत्ताग्निः रयिरेव चन्द्रमा रयिरेव अन्नं सोमयेव तदेतन्येकम् अत्ता अग्निश्च अन्नञ्च प्रजापतिः एकं तु मिथुनं गुणप्रधानकृतो भेदः कथं रयिर्वै अन्नमेव एतत् सर्वं किं तन् यत्मूर्तञ्च स्थूलञ्च अमूर्तञ्च सूक्ष्मञ्च मूर्तामूर्ते अत्रन्नरूपे अपि रयिरेव तस्मात् प्रविभक्ता तु अमूर्ता यदन्यत् मूर्तरूपं मूर्तिः सैव रयिः अन्नम् अमूर्तेन अत्र अद्यमानत्व अथादित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मितु सन्निधत्तें यद्दक्षिणां यत् प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरादिशो यत्सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मितु सन्निधत्तें तथा अमृतोऽपि प्राणो अत्र सर्वमेव यच्च आद्यं कथम् अथ आदित्यः उदयम् उद्गच्छन् प्राणिनां चक्षुर्गोचरम् आगच्छन् यत् प्राचीं दिशं स्वप्रकाशेन प्रविशति व्याप्नोति तेन स्वात्मव्याप्त्य सर्वान्तस्थान् प्राणान् प्राच्यान् अन्नभूतान् रश्मिषु स्वात्म अवभासरूपेषु व्याप्तिमत्सु व्याप्तत्वात् प्राणिनः सन्निधत्ते सन्निवेशयति आत्मभूतान् करोति इत्यर्थः तथैव यत् प्रविशति दक्षिणा यत् प्रतीचीं यदुदीचीम् अधः ऊर्ध्वं यत् प्रविशति यच्च अन्तरादिशः कोणदिशो अवान्तरदिशः यच्च अन्यतो सर्वं प्रकाशयति तेन स्वप्रकाशव्याप्त्या सर्वान् सर्वदिक्स्थान् प्राणान् रश्मिषु सन्निधत्ते स एष वैश्वानरो विश्वरूपः प्राणोऽग्निः उदयते तदेतदृचाभ्युक्तम् स एषः अत्ता प्राणो वैश्वानरः सर्वात्मा विश्वरूपः विश्वात्मत्वाच्च प्राणः अग्निश्च स एव अत्ता उदयते उद्गच्छति प्रत्यहं सर्वादिशः आत्मसात् कुर्वन् तदेतदुक्तं वस्तु रुच मन्त्रेणापि अभ्युक्तं विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तं सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः विश्वरूपं सर्वरूपं हरिणं रश्मिमन्तं जातवेदसं जातप्रज्ञानं परायणं सर्वप्राणाश्रयं ज्योतिः सर्वप्राणिनां चक्षुर्भूतम् एकम् अद्वितीयं तपन्तं तापक्रियां कुर्वाणं स्वात्मानं सूर्यं विज्ञातवन्तो ब्रह्मविदः कोऽसौ यं विज्ञातवन्तः सहस्ररश्मिः अनेकरश्मिः शतधः अनेकधः प्राणिभेदेन वर्तमानः प्राणः प्रजानाम् उदयति एषः सूर्यः संवत्सरो वै प्रजापतिः तस्यायने दक्षिणं च उत्तरं च तद्ये ह वै तदिष्टापूर्ते कृतम् इत्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते त एव पुनरावृत्तन्ते तस्मादेतर्षिः प्रजाकामाः दक्षिणं प्रतिपद्यन्ते येष ह वैरही यः पितृगाणः यश्च असौ चन्द्रमा मूर्तिः अन्नम् अमूर्तिश्च प्राणः अत्त आदित्यः तदेतदेकं मिथुनं सर्वं कथं प्रजाः करिष्यतः इति उच्यते तदेव कालः संवत्सरो वै प्रजापतिः तन्निर्वर्त्यत्वात् संवत्सरस्य